मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्पः आकाशात्मा सर्वकर्म सर्वकामः सर्वगन्धः सर्वहृदयः सर्वमिदम् अभ्यात्वा वाक्यनादरः। कथं मनोमयः मनःप्रायः मनुते अनेन इति मनः तत्स्ववृत्त्यविषयेषु प्रवृत्तं भवति तेन मनसा तन्मयः तथा प्रवृत्तैव तत्प्रायो निवृत्तैव च। अत एव प्राणशरीरः प्राणो लिङ्गात्मा विज्ञानक्रियाशक्तिद्वयसम्मूर्छितः यो वै प्राणः स प्रज्ञाया वा प्रज्ञा स प्राणः इति श्रुते। सः शरीरं यस्य स प्राणशरीरः मनोमयः प्राणशरीरनेत इति च श्रुत्यन्त्र। भारूपः भादीप्तिः चैतन्यलक्षणं रूपं यस्य सः भारूपः। सत्यसङ्कल्पः सत्य अवितताः सङ्कल्पः यस्य स्वयं सत्यसङ्कल्पः न यथा संसारिणः इव अनैकान्तिकबलः सङ्कल्पः ईश्वरस्य इत्यर्थः। संसारिणः अनृतीनां मिथ्यापरत्वहेतुना प्रत्युढत्व सङ्कल्पस्य मिथ्याफलत्वं वक्षति अनृतेन हि प्रत्युढाः इति। आकाशात्मा आकाश इव आत्मास्वरूपं यस्य सः आकाशात्मा। सर्वगतत्वं सूक्ष्मत्वं रूपादिहीनत्वं च आकाशतुल्यत ईश्वरस्य। सर्वकर्म सर्वं विश्वं तेन ईश्वरेण क्रियते इति जगत् सर्वं कर्म यस्य स सर्वकर्म स हि सर्वस्य कर्ता इति श्रुते। सर्वकामः सर्वे कामाः दोषरहितासि इति सर्वकामः। धर्म अविरुद्धो भूतेषु कामोऽस्मि इति स्मृते। ननु कामोऽस्मि इति वचना तु इह बहुव्रीः न समवति सर्वकाम इति। न कामस्य कर्तव्यत्वा तु शब्दादिवत् पारार्थ्यप्रसङ्गाच्च देवस्य। तस्मात् यतेः सर्वकाम इति बहुव्रीः तथा कामोऽस्मि इति स्मृत्यर्थ्योवाच्य। सर्वगन्धः सर्वे गन्धः सुखकरास्य स्वयं सर्वगन्धः। पुण्यो गन्धपृथिव्याम् इति स्मृतिः। तथा रसापि विज्ञेयः। अपुण्यगन्धरसग्रहणस्य पाप्मसम्बन्धनिमित्तत्वश्रवणात् तस्मात् तेन उभयं जिघ्रति सुरपि च दुर्गन्धि च पाप्मना शेषविद्धः इति श्रुते। न च पापसंसर्ग ईश्वरस्य अविद्यादिदोषस्य अनुत्पत्तिः। सर्वमिदं जगत् अभ्यर्थः अभिव्याप्तः अततेः व्याप्त्यर्थस्य कर्तरे निष्ठ। तथा वाक्य उच्यते अनया इति वाक् वागेव वाकः यद्वा वचेः गहयन्तस्य कर्णे वाकः। स यस्य विद्यते स वाक्य न वाक्य अवाक्य। वाक्प्रतिषेधश्च अत्र उपलक्षणार्थः। गन्धरसादिश्रवणातु ईश्वरस्य प्राप्तानि ग्रहणादीनि कर्णानि गन्धादिग्रहणानि अतः वाक्प्रतिषेधेन प्रतिषिध्यन्ते तानि। अपाणिपादो जमनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्णः इत्यादि मन्त्रवर्णः। अनादरः असम्भ्रमः अप्राप्त प्राप्तौ हि सम्भ्रमः स्यात् अनाप्तकामस्य। न तु आप्तकामत्वात् नित्यतृप्तस्य ईश्वरस्य सम्भ्रममस्ति कवित्। येषमात्मान्तर्हृदये अणीयान् व्रीहिर्वायवाद्वा सर्षपाद्वा शामकाद्वा शाम तण्डुलाद्वा येषमात्मान्तर्हृदये जायान् पृथिव्या जायानन्तरिक्षा जायान् दिवो जायानेभ्यो लोकेभ्यः। एषः यथोक्तगुणः मे मम आत्मा अन्तर्हृदये हृदयपुण्डरीकस्य अन्तः मध्ये अणीयान् अणुतरः व्रीहिर्वा यवाद्वा इत्यादि अत्यन्तसूक्ष्मप्रदर्शनार्थम्। श्यामाकाद्वा श्यामाकतण्डुलाद्वा इति परिच्छिन्नपरिमाणात् अणीयानित्युक्ते अणुपरिमाणत्वं प्राप्तुम् आशङ्क्ये अतः तत्प्रतिषेधाय आरभते येषमात्मान्तर्हृदये जायान् पृथिव्या इत्यादि। जायः परिमाणाच्च जायस्त्वं दर्शयन् अनन्तपरिमाणत्वं दर्शयति मनोमय इत्यादिना जायानेभ्यो लोकेभ्यः इत्यन्तेन। सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदम् अभ्यात्तो वाक्यनादरः ईशमात्मान्तर्हृदयम् एतद्ब्रह्म एतमितः प्रेत्याभिसम्भवितास्मीति यस्य स्यादद्ध न विचिकित्सा अस्ति इति हस्माः शाण्डिल्यः शाण्डिल्यः। यथोक्तगुणलक्षण ईश्वरः अध्येयः न तु तद्गुणविशिष्ट एव यथा राजपुरुषम् आनय चित्रगुं इत्युक्ते न विशेषणस्यापि आनयने व्याप्यते तद्वत् यः अपि प्राप्तम्। अतः तन्निवृत्त्यर्थं सर्वकर्म इत्यादि पुनर्वचनम्। तस्मात् मनोमयत्वादिगुणविशिष्ट इव ईश्वरो ध्येय। अत एव षष्ठसप्तमयोरिव तत्त्वमसीम् आत्मैवेदं सर्वम् इति नेह स्वाराज्ये अभिषिञ्चते। येषमात्मा एतद् ब्रह्म एतम् इतः प्रेत्याभिसंभवितास्मि इति लिङ्गात्। न तु आत्मशब्देन प्रत्येकात्मा एव उच्यते। ममेति षष्ट्याः सम्बन्धार्थप्रत्ययायकत्वात् एतम् अभिसंभवितास्मि इति च कर्मकर्तृत्वनिर्देशः। ननु षष्ठेपि अथ सम्पत्स्येति सत्सम्पत्तेः कालान्तरितत्वं दर्शयति, न आरब्धसंस्कारशेषस्थित्यर्थपरत्व न कालान्तरितर्थत। अन्यथा तत्त्वमसीति एतस्य अर्थस्य बाधप्रसङ्गः। यद्यपि आत्मशब्दस्य प्रत्यगर्थत्वं सर्वं कल्पितं ब्रह्म इति च प्रकृतं, येषमात्मा अन्तर्हृदय एतद् ब्रह्म इति उच्यते, तथापि अन्तर्धानम् ईषद् अपरित्यज्य एव एतमात्मानमितः अस्मच्छरीरात् प्रीत्य अभिसंयुतास्मि इति उक्तम्। यथा कृतरूपस्यात्मनः प्रतिपत्तास्मीति यस्य एवं विधः स्यात् भवेत् अद्ध सत्यम्, एवं स्यामहं प्रीत्य एवं न स्यामिति न च विचिकित्सा अस्ति इति एतस्मिन्नर्थे कृतफलसम्बन्धे सा तथैव ईश्वरभावं प्रतिपद्यते विद्वान् इति एतदाह अस्म उक्तवान् किल शाण्डिल्यो नाम ऋषिः। दुरभ्यासः अदरर्थः इति चतुर्दशखण्डभाष्यं। पञ्चदशखण्डः। अस्य कुले वीरो जायते इत्युक्तं न वीरजन्ममात्रं पितुः त्राणाय, तस्मात् पुत्रमनुशिष्टं लोक्यमाहुः इति श्रुत्यन्त्र। अतः तद्दीर्घायुष्ट्वं कथं स्यादिति एमर्थं कोशविज्ञानारम्भः। अभ्यरितविज्ञानव्यासङ्गात् अनन्तरमेव नोक्तं तदिदानीमेव आरभ्यते। अन्तरिक्षोदर कोशो भूमिबुध्नो न जीर्यति दिशो हि अस्य शक्तयो द्यौरस्य उत्तरं विलगं स एष कोशं वसुधानः तस्मिन् विश्वमिदं श्रुतम्। अन्तरिक्षम् उदरम् अन्तःसूचनं यस्य सोऽयम् अन्तरिक्षोदरः। कोश कोश इव अनेकधर्मसादृश्यात् कोश। स च भूमिबुध्नः भूमिः बुध्नो मूलं यस्य स भूमिबुध्नः। न जीड्यते न विनश्यति त्रैलोक्यात्मकत्वात्। सहस्रयुगकालावस्थायैः सह दिशो हि अस्य सर्वाः शक्तयः कोणः। द्यौरस्य कोशस्य उत्तरम् ऊर्ध्वं बिलम्। स एषः यथोक्तगुणः कोशः वसुधानः। वसु धीयते अस्मिन् प्राणिनां कर्मफलाक्यम् अथ वसुधानः। तस्मिन् अन्तः विश्वं समस्तं प्राणिकर्मफलं सह तत्साधनैः इदं यद्गृह्यते प्रत्यक्षादिप्रमाणैः श्रितम् आश्रितं स्थितम् इत्यर्थः। तस्य प्राचीनिजुहूर्णां सहमानानां दक्षिणाराज्ञीनां प्रतीचि सुभूतानाम् उदीचि तासां वायुर्वत्सयम् एतमेवं वायुं दिशां वत्सं वेदाना पुत्ररोदं रोदिति सोऽहम् एतम् एवं वायुं दिशां वत्सं वेद मा पुत्ररोदं मृदम्। तस्यास्य प्राचीदि प्राग्गतो भागः जुहूर्नाम। जुह्वति अस्यां दिशि कर्मिणः प्राङ्मुखाः सन्तः इति जुहूर्नाम। सहमानानां सहन्ति अस्यां पापकर्मफलानि यमपुण्यं प्राणिनः इति सहमानानाम दक्षिणादि। तथा राज्ञीनाम प्रतीचि पश्चिमादि। राज्ञी राज्ञा वरुणेन अधिष्ठिता सन्ध्यारागयोगाद्व। सुभूतानाम भूतिमद्भिः ईश्वरकुबेरादिभिः अधिष्ठितत्वात् सुभूतानाम उदीचि। तासां दिशां वायुः वत्सः। दिग्जत्वात् वायुः पुरोवात इत्यादि दर्शनात्। स यः कश्चिन् पुत्रदीर्घजीवितार्थी एवं यथोक्तगुणं वायुं दिशां वत्सम् अमृतं वेद स न पुत्ररोदं पुत्रनिमित्तं रोदनं न रोदिति। पुत्रो नाम्रियते इत्यर्थः। यतः एवं विशिष्टं कोशदिग्वत्सविषयं विज्ञानम्। अतः सोऽहं पुत्रजीवितार्थी एवम् एतं वायुं दिशां वत्सं वेद जाने। अतः पुत्ररोदं मा रुदं पुत्रमरणनिमित्तं पुत्ररोदो मम मा भूदित्यर्थः। अरिष्टं कोऽयं प्रपद्ये अमुना अमुना मुना प्राणं प्रपद्ये अमुना अमुना मुना भू प्रपद्ये अमुना अमुना मुना भुहप्रपद्ये अमुना अमुना मुना स्वप्रपद्ये अमुना अमुना मुना अरिष्टम् अविनाशिनं कोशं यथोक्तं प्रपद्ये प्रपन्नोऽस्मि पुत्रायुषे अमुना अमुना अमुना इति त्रिन्नाम गृह्णाति पुत्रस्य तथा प्राणं प्रपद्ये अमुना अमुना मुना भू प्रपद्ये अमुना अमुना मुना भुहप्रपद्ये अमुना अमुना मुना स्वप्रपद्ये अमुना अमुना मुना सर्वत्र प्रपद्ये इति त्रिन्नाम गृह्णाति पुनः पुनः स यदवोचं प्राणं प्रपद्येति प्राणो वायुं सर्वं भूतं यदिं किञ्च तमेव तत्प्राप्सीं स यदवोचं प्राणं प्रपद्येति व्याख्यानार्थम् उपन्यासः प्राणो वायुं सर्वं भूतं यदिदं जगत् यथा वारा नाभौ इति वक्ष्यति अतः तमेव सर्वं तत् तेन प्राणप्रतिपादनेन प्राप्सीं प्रपन्नो भू अथ यदवोचं भू प्रपद्येति पृथिवीं प्रपद्ये अन्तरिक्षं प्रपद्ये दिवं प्रपद्येति एव तदवोचम् तदा भूप्रपद्येति त्रीन् लोकान् भूरादीन् प्रपद्येति तदवोचम् अथ यदवोचं भो प्रपद्येति अग्निं प्रपद्ये वायुं प्रपद्ये आदित्यं प्रपद्येत्येव तदवोचम् अथ यदवोचं भो प्रपद्येति अग्न्यादीन् प्रपद्येति तदवोचम् अथ यदवोचकं स्वप्रपद्येति ऋग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्ये इत्येव तदवोचं तदवोचम् अथ यदवोचं स्वप्रपद्येति ऋग्वेदादीन् प्रपद्ये इत्येव तदवोचम् इति उपरिष्टान् मन्त्रान् जपेम् ततः पूर्वोक्तम् अजरं कोशं स दिग्वत्सं यथावद् ध्यात्व द्विर्वचनम् आदरार्थम् इति पञ्चदशखण्डभाष्यम्।